पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 125 ऋषय ऊचुः सूदसूदमहाभागत्वया लोकहितैषिणा कथितं कार्तिकाख्यानं भुक्तिमुक्तिप्रदायकम् अधुना माघमाहात्म्यं वदनो लोमहर्षणे श्रुतेन येन लोकानां संशयः क्षीयते महान् पुराकेन महाभाग लोकेऽस्मिन् सम्प्रकाशितं माघस्नानस्य माहात्म्यं सेदिहासं तदादिश सूत उवाच साधु साधु मुनिश्रेष्ठा यूयं कृष्णपरायणः यत्पृच्छद मुदा युक्ता भक्त्या कृष्णकथामुहुः कथयिष्यामि माघस्य माहात्म्यं पुण्यवर्धनं पापघ्नं शृण्वदां पुंसां स्नातानां चारुणोदये एकदा पार्वती विप्राह शङ्करं लोकशङ्करं पप्रच्छ विनयोपेदा स्पृष्ट्वा तच्चरणाम्बुजं पार्वत्युवाच देवदेव महादेव भक्तानामभयप्रद प्रसीद नाथविश्वेश यत्पृच्छे तद्वदाधुना श्रुता नानाविधा धर्मस्तोत्तपूर्वं मया विभो अधुना श्रोतुमिच्छामि माहात्म्यं माखजं वद तत्तु केन पुराचीर्णं को विधि काजदेवता तत्सर्वं विस्तराद्ब्रूहि यतत्त्वं भक्तवत्सलः महेश उवाच अध्वरावभृतस्नाद ऋषिभिः कृतमङ्गलः पूजितो नागरैः सर्वैः स्वपुरान्निर्गतो बहिः दिलीपो भूभृदां श्रेष्ठो मृगया रसिको नृपः कौतूहलसमाविष्ट आखेडव्यूहसंवृतः उपानद्रूढपादस्तु नीलोष्णीष पुरच्छति बद्धगोधाङ्गुलित्राणो धनुष्पाणिस्सरीसृभः बद्धक्षुद्रासिधानुष्कैः तथा भूतैश्च पत्तिभिः गान्धारेषु सुरम्येषु वनेषु विपुलेषु च उल्लङ्घितमहास्रोता युवा पञ्चास्य विक्रमः मुदा क्रीडति तैसार्धं कुञ्जेषु मृगयन्मृगान् हन्यतां हन्यतामेष मृगो वैशपलायते इति जल्पन् स्वभृत्येषु स्वयमुत्पत्त्यहन्ति च इतस्ततः पुनर्यादि क्वचित् पश्यन्वनस्थलीं विडपोड्डीन संत्रस्तलीन केकिकुलाकुलां हरिणीगणवित्रस्तां धावच्छावकदिङ्मुखां क्वचिद्भेर वपेत्कारताराराव विभीषणां खड्गयूथै क्वचिल्लक्ष्मीं दधानामिव दन्तिनां क्वचित्कोडरसं दंष्ट्रो लूकनादविनादिनीं मृगाजिपदमुद्राभिर्मुद्रितां च क्वचित् क्वचिद् शार्दूलनखनिर्भिन्न रोहिद्रक्तारुणां क्वचिद् पीवरस्तनभारार्थ सुसुस्निग्धमहिषीगणैः अवरोधा जिरक्षोणीं सूचयन्ती मन क्वचिद् क्वचिद्वृक्षघनच्छन्नां वन्यपुष्पसुगन्धिनीं क्वचिल्लता गृहद्वारां भृङ्गशब्दसुशोभनाम् अर्धनिःसृतनिर्मोकनागभीमबृहद्विलां बिलेषु लीनाजगरैर्भीमां निर्मोकसर्पिणीं क्वचिद्धावानलज्वालां शिलाज्योतिस्सुशोभनां भूत्कारशब्दसम्पूर्णां मृगव्याघ्रसमाकुलां प्रविमुञ्चक्षूनां यूथं शशकेषु क्वचित् क्वचित् पल्वलेषु च विश्रम्य पुनर्यादिवनान्तरम् एवं व्रजति राजेन्द्र व्याधवर्गे च वल्गति कुर्वन् कोलाहलं तत्र सारङ्गो निर्गतो वनाद स्फालवेगक्रमाक्रान्तदुर्गमार्गमहीतलः कदाचिद्गगनारूढः कदाचिद्भूमिगोचरः वक्रस्रोतोदिगम्भीरं कण्टकद्रुमसङ्कुलं प्रविष्टो विषमारण्यं राजासौ तत्पदानुगः दूराद्दूरतरं गत्वा देशाद्देशं च निर्जनं मृगादर्शनसंरम्भ संशुष्कगलकन्धरः ताम्रतालुमुखस्विन्नश्रान्तपत्तिस्खलध्वनिः अदीत्यदीर्घमार्गान् स तृषार्थो मध्यगेरवौ ददर्शाग्रे तु कासारं स्पर्धयन्तमपां पदीं कनपादपदीरस्थं सुदीर्थं विमलं शुभं विशालं विकचाम्भोजं मधुमत्तमधुव्रतम् पद्मिनीपत्रपालाशच्छन्नं मरकतैरिव स्वच्छन्दमुच्छलन्मत्स्यं स्वच्छं साधुमनो यथा चलज्जलचरैर्मिश्रं वीजिराजिविराजितम् अन्तर्ग्राहगणक्रूरं कलानामिव मानसं क्वचिच्चैवालदुर्गम्यम् कृपणस्यैव मन्दिरं नानाविहङ्गसर्वार्थिं शमयन्तं दिवानिश्यं दातारमिव सर्वस्वैरापन्नार्तिप्रणाशनं तर्पयन्तं निजाम्भोभिः श्वापदान् स्वपितॄनिव हरन्तं सर्वसन्तापं इमां शुरिव चाह्निकं तं दृष्ट्वा भूत् गदग्लानिश्चादको जलदं यथा तत्र पीदजलो राजा कृतमाध्यान्निकक्रियः भुक्त्वा खेडकमांसानि सहाय्यै सहितो नृपः उवास सरसस्तीरे सुरम्यां कथयन् कथां तदशरासने बाणं कृत्वा रात्रौ स्थितस्तरौ व्याधासन्धानमस्ताय रुरुधुःखगुभां पथः एवं स्थितेषु वीरेषु वने विस्तार्य वागुरां निषार्ध्ये निर्गतं यूथं सूकराणां तडे तडे चरित्वा सरसीकन्दान् पपादव्याधसङ्कुले राज्ञा विद्धाश्च ते क्रोडाव्याधैश्च बहवो हताः क्षणेनैव वराहास्ते विद्धाप्ये दुर्महीतले तान् दृष्ट्वा तुमुलं नादं व्याधाश्चक्रुः सुतर्पिताः धावन्तः प्रमुदा युक्ता मिलिता यत्र भूपतिः तानादाय भटैर्भूयो निःसृतः सरसीतडाद स्वपुरं गन्तुकामोऽसौ दृष्टवान् पथितापसं ब्राह्मणं वृद्धहारीदं शङ्खचक्रसुशोभितं नियमैर्दुष्करैरुग्रैः परीक्षीर्ण कलेवरम् अस्तिशेषम् महद्दान्तं विस्फुरत्कर्कशत्वचं दधानं हारिणं चर्म वसानं मृदुवल्कलं कुर्वाणं नैगमं जाप्यं नखलोमजडाधरं तं वनाश्रमिणं दृष्ट्वा मार्गं दत्त्वा ससम्भ्रमः प्रणम्य शिरसा राजा कृतपद्माञ्जलिस्थितः अथ चैनमलङ्कारैर्द्विजो निश्चित्य भूमिपम् उवाच श्रेयसे हेदोः परोपकृतिवाञ्छया किमर्थं गम्यते राजन् काले पुण्यतमे शुभे माघमास्ये विहायैव प्रातस्नानं सरोवरे प्रत्युवाच ततो राजा नाहं जाने द्विजोत्तम माघस्नानफलं कीदृक् तन्मे कथय विस्तराद इति भूपवच श्रुत्वा प्राह वैखानसो मुनिः भगवान् द्युमणिशीघ्रमभ्युदेधि तमोपः स्नानकालोऽयमस्माकं न कथावसरो नृप स्नात्वा गच्छ वसिष्ठं तं पृच्छस्व स्वकुलप्रभुम् इत्युक्त्वा तापसो मौनी प्रातस्नानाय निर्गतः प्रत्यावृत्य दिलीपोऽपि तत्र स्नात्वा यथाविधि पुनः स्वनगरीं वीरो गतोऽसौ हर्षपूरितः अन्धःपुरे निवेद्याथ वानप्रस्थकथां पुनः श्वेताश्वरथमारुह्य सुश्वेतच्छत्रचामरः सालङ्कारसुवासाश्च संवृत्तो मन्त्रिभिः सह जयशब्दान् पुनः शृण्वन् स्तुतो मागधबन्दिभिः वसिष्ठस्याश्रमं याद ऋषिवाक्यमनुस्मरन् तत्रैव नत्वा ब्रह्मर्षिं विनयाचारपूर्वकम् दत्तासनो गृहीतार्घ्य आशीर्भिः समलङ्कृतः सानन्दं मुनिना पृष्ठकुशलं भूपतिर्यदा तदा ब्रवीद्वजो राजा हर्ष यन्मुनिमानसं सोऽपि वैखानसेनोक्तं पप्रच्छ मधुराकृतिः दिलीप उवाच भगवं त्वत्प्रसादेन श्रुता विस्तरदो मया आचारो दण्डनीतिश्च राजधर्माश्च ये परे चतुर्नामपि वर्णानामाश्रमाणां च ह्या क्रियाः दानानि तद्विधानानि यज्ञाश्च विधयस्तथा व्रतानि तत्प्रदिष्ठानि विष्णोराराधनं तथा अधुना श्रोतुमिच्छामि माघस्नाने च यद्फलं विधेयं यद्विधानेन तन्मे ब्रह्मन्मुने वद वसिष्ठ उवाच सम्यगुक्तं परं श्रेयो लोकत्रयहितावहम् निर्मलीकरणं तेन मुनिना वनवासिना कटाक्षैः कामिनीनां ते प्रत्यासन्नमकण्ठिताः कामयन्ते मृगार्के ते स्रोतसि स्नातुमेव च विना वह्निं विना यज्ञमिष्टापूर्तं विना प्रिये वाञ्छन्ति सद्गतिं स्नातुम् प्रादर्माके बहिर्जले गो भूहिरण्यमाणिक्यस्वर्ण धेन्वादिकानि ये अदत्तेच्छन्ति चैकार्णे माघं स्नादा नराधिप त्रिसप्ताहव्रतैकृच्छ्रैः पराकैश्च निजान्तनुम् अशोष्येच्छन्ति ये स्वर्गं तपसि स्नान्तु ते सदा हरे पूजा च वैशाखे तपः पूजा च कार्तिके तपो होमस्तथा दानं त्रयं माके विशिष्यते सानुबन्धोऽधिपर्यासो धराधीशो भवेद्ध्रुवं कैवल्योत्पादका बुद्धि यया वान भवेत् पुनः पदध्र्या वरिवस्यासा विहिता दिव्यलोचनैः तदनन्नं तपोदानं माके मासि नृपोत्तम सकामो वा प्रजाये वा हरये तद्विनापि वा कायशुद्धिव्रती भूत्वा चतुर्धा स्नानजम्फलं निरन्ना अतिथिसश्नौ माके द्वादशवत्सरे पुत्रांश्च द्वादशादित्यान् लभे त्रैलोक्यदीपकान् सुभगारोहिणीमाखा दानशीला त्वरुन्धदी शची च रूपसम्पन्ना प्रासादे सप्तभूमिके विमलीकृतशोभाढ्यो नर्तकी ललितागिरे द्वीपवर्णसमुच्छिन्ने रूपवस्त्री जनाकुले गीतवादित्रनिर्घोषे मङ्गलाचारशोभिते वेदध्वनिपवित्रे च विद्वद्विप्रैरलङ्कृते सुरार्चनरते रम्ये सदा तिथिनिषेविते मुदितांस्ते वसन्तीह यैष्णानं मकरेरवौ यैर्दत्तं बहुमाखे च मुरारिश्चार्चितस्तुतः इष्टवस्तुपरित्यागान् नियमस्य तु पालनाद् धर्मसूदिः सदा माखः पापमूलं नृकुन्दति काममूलफलद्वारा निष्कामो ज्ञानदः सदा ये लोका ज्ञानशीलानां ये लोका विपिनौकसां ये लोका विष्णुभक्तानां ते माकस्नायिनां सदा देवलोकान्निवर्तन्ते पुण्यैरन्यैः परन्तप कदाचिन्न निवर्तन्ते माकस्नान रदा नराः माघे स्नात्वा तु यो धेनुं दद्यान्मर्त्यः पयस्विनीं तस्या यावन्ति रोमाणि सर्वाङ्गे च नृपोत्तम तावद्वर्षसहस्राणि स्वर्गलोके महीयते माघस्नानं प्रकुर्वाणो यो दद्यात् सकुडां स्थिलान् पादकं तस्य प्रक्षाल्य निर्मलो भादिवै नरः सर्वेषां ध्यानराशीनां तिलाः पापप्रणाशनाः तस्मान्माखे प्रयत्नेन तिला देया नृपोत्तम माघस्नानं प्रकुर्वाणो दद्यात् ब्राह्मणभोजनम् पितॄन् सन्तर्प्य शुद्धात्मा यादिविष्णोः परं पदं तस्मात् सर्वप्रयत्नेन माको दानेन नीयते अदानं न क्षिपेन्माकं सर्वदा नृपसत्तम वित्तानुसारं ज्ञात्वा वै माके दानम् सदा ददेद माखस्नानं तु ह्यकुर्यादुपानः कमण्डलून् ददाति ब्राह्मणेभ्यश्च सस्वर्गे तिष्ठति ध्रुवं माखस्नानमयं राजन् कुर्वाणस्तप उत्तमं दानं विना क्षिपेन्नैव दानास्वर्गमवाप्यते दानेन प्राप्यते स्वर्गो दानेन प्राप्यते सुखं दानेन हीयते पापं महापादकजं नृप अदानं न तपोभादिह्यसूर्यं गगनं यथा असंततिकुलं यद्वादाचारेण विना गृहं नादपरतरं किञ्चित् पवित्रं पापनाशनं विद्याधराय सङ्गीतं भृगुणा मणिपर्वते राजोवाच ब्रह्मन् कदा भृगुर्विप्रो निजगादमहीधरे तस्मै धर्मोपदेशं च कथ्यतां मे कुतूहलात् वसिष्ठ उवाच द्वादशाब्दं पुरा राजन्नववर्ष बलाहकः तेनोद्विग्नाः प्रजाः क्षीणागता सर्वा दिशो दश किलीभूते तदा मध्ये हिमवत् विन्ध्ययोर्नृप स्वाहा स्वधा वषट्कार वेदाध्ययनवर्जिते सोपप्लवे तदा लोके लुप्तधर्मे च निष्प्रभे फलमूलान्नपानीय शून्ये वै भूमिमण्डले विन्ध्यपादतरुच्छन्न रम्य रेवा तडाश्रमाद सह शिष्यैश्च निर्गम्य हिमाद्रिं सगदो भृगुः तत्र तिष्ठति कैलासगिरे पश्चिमदो गिरिः मणिकूढ इति ख्यातो हेमरत्नशिलोच्चयः अधोद्धस्फटिकश्वेदो मध्ये नीलशिलो गिरिः भूदिभिः सर्वधशुक्लो नीलकण्ठ इवा बभौ सर्वत्रासौ नीलशिलो हेमरेखान्तरान्तरः स्फुरद्विद्युल्लदकृष्णो जीमूद इव राजदे मूर्ध्नि नीलशिलशैल अध काञ्चनमेखलः नारायण इवाभादि परिवीद इवाम्बरः अमेखला सुनीलाभो मध्ये मध्ये सितोपलः सतारकमिव व्योम शुशुभे स महीधरः लब्ध्वात्मनस्तनुं शुभ्रां दीप्तदिव्यौषधीधरः बहुद्योतकरो भादिद्वितीय इव चन्द्रमाः अधित्यका सुसङ्गीतैः किन्नरीणां सकीचकैः रम्भा पत्रपदाकाभिः शोभदेश सदाचलः हरितोपलवैडूर्य पद्मरागशिदाश्मनां रुग्रश्मि मण्डलैः सोग्र इन्द्र चापैरिवावृतः सर्वधातुमयैर्हेमैर्नानारत्नैः प्रशोभितः सोऽग्निज्वालैरिवात्युच्चैः शृङ्गैः सर्वत्र वेष्टितः तस्यागत्य निलम्बेषु सतृणा सुशीलासु च विद्याधर्यप्रदे वन्दे स्वपदीन् कामविक्लवाः निरुद्धां धर्मरुन्मार्गा जितक्लेशा विरागिणः ध्यायन्त्यहर्निशं ब्रह्म रम्य सानु गुहासु च साक्षसूत्रकरा सिद्धा आर्धोन्मीलितलोचनाः आराधयन्ति भूदेशं सुन्दरीषु दरीषु च मन्दारकुसुमामोद सुरभीकृतदिङ्मुखः एष निर्चरणीवारि शङ्गारमुखरः सदा उपत्यकासु केलद्भिर्वनस्थैः कलभैर्गजैः कस्तूरी मृगयूथैश्च चारुचित्रमृगैस्तथा विलसच्चामरीवृन्दैर्विचित्रैश्वापदैस्तथा नदपारावधैश्चैव चकोरैश्चापि कोकिलैः राजहंसमयूरैश्च सदा रम्यः स पर्वतः सेव्यमानः सदा देवैर्गुह्यकैरप्सरोगणैः राजोवाच बह्वाश्चर्यं मह्यशैलसर्वसिद्धिसमाश्रयः भगवन् कियदुच्छ्राय कियदायामविस्तरः ऋषिरुवाच षट्त्रिंशद्योजनोच्छ्रायो मस्तके दशयोजनः आयामविस्तराभ्यां स मूले षोडशयोजनः हरिचन्दनमन्दारचूतराजिविराजितः देवदारुद्रुमाकीर्णः सरलार्जुनशोभितः काला गरुलवङ्गैश्च निगुञ्जैश्च लता गृहैः विराजदे गिरिश्रेष्ठ सदा पुष्पफलप्रदः तं दृष्ट्वा पर्वतं रम्यं तदा दुर्भिक्षपीडितः भृगुश्चकार तत्रैव वसतिं हृष्टमानसः तस्मिन्मनोहरे शैले कन्दरेषु वनेषु च चिरकालं तपस्तेभे तपःसु निरतो भृगुः एवं तिष्ठति राजेन्द्र द्विजे स्वाश्रमवासिनि अवतीर्या गतौ शैलाद्वौ विद्याधरदम्पती समागम्य मुनिं नत्वा स्थितौ तावदि दुःखितौ तथाविधौ च तौ दृष्ट्वा मञ्जुवाक्यं द्विजो ब्रवीद वद विद्याधरप्रीत्या युवां किमदि दुःखितौ श्रुत्वा तस्य मुनेर्वाक्यं प्राह विद्याधरो द्विजं श्रूयतां तापसश्रेष्ठ मम दुःखस्य कारणं सुकृतस्य फलं प्राप्य प्राप्तोऽस्मि त्रिदशालयं लब्ध्वापि देवतादेहं मुखं व्याघ्रस्य मे भवद न जाने कर्मणः कस्य विपाकोऽयमुपस्थितः इति संस्मृत्य संस्मृत्य न लेभे शर्म मे मनः अन्यच्च श्रूयतां विप्र येन मे ह्याकुलं मनः जायेयं मम कल्याणी मधुवाणी सुरूपिणी नृत्यगीतकलाभिज्ञा सर्वसद्गुणशालिनी यस्मिन् काले कुमारीयं तदा चामलयानया विपञ्चीं परिवादिन्या तं त्रिभिः सप्तभिर्भृशं वीणा वादरसाभिज्ञस्तोषितो नारदो मुनिः मुग्धभावेऽपि गायन्त्या त्वनया रक्तकण्ठया विचित्रस्वरनादज्ञो देवराजोऽपि तोषितः अस्या कौतुकभिन्नाङ्ग्या वादयन्त्या विपञ्चिकां नानावक्रगतिस्निग्धं श्रुत्वा दं पञ्चमध्वनिम् तुतोऽशोद्भिन्न रोमाञ्चो धुन्वन्मौलि महेश्वरः शीलौदार्यगुणग्रामरूपयौवनसम्पदा नानया सदृशीनाके काचिदस्ति निदम्बिनी क्वेयं देवमुखी रामा क्वाहं व्याघ्रमुखः पुमान् यदि ब्रह्मन् सदा चिन्त्य दह्यामि हृदि सर्वदा यदि विद्याधरप्रोक्तं श्रुत्वा चेक्ष्वागुनन्दनः त्रिकालज्ञो भृगुः प्राह प्रहसन् दिव्यलोचनः शृणु विद्याधरश्रेष्ठ विचित्रं कर्मणां फलम् प्राप्य प्राज्ञानमुह्यन्ति मुह्यं त्यज्ञानचेतसः मक्षिकापदमात्रं तु यथा हि विषमं विषं क्रियात्वा विहितात्पापि विपाके दारुणा तथा उपोष्यैकादशीं माघे तैलाभ्यङ्गकृतस्त्वया द्वादश्यां प्राग्भवेदेहे तेन व्याक्रमुखो भवान् उपोष्यैकादशीं पुण्यां द्वादश्यां तैलसेवनाद कुरूपं प्राप्तवान् देहं पुरा ह्येवं पुरूरवाः दृष्ट्वात्मनः कुकायं स तेन दुःखेन दुःखितः गिरिराजं समागम्य देवता सरसस्तडे स्थित्वा च परमप्रीत्या शुचिस्नाथकुशासने नवनीलघनश्यामं नलिना यतलोचनं शङ्खचक्रगदा पद्मधरं पीताम्बरावृतं कौस्तुभेन विराजन्तं वनमालाधरं हरिं चिन्तयन् हृदये राजा निग्रहीताखिलेन्द्रियः मासत्रयं निराहारस्तपस्तेपे सुदारुणम् अल्पेन तपसा तुष्टः सप्तजन्मकृतार्चनः संस्मरंस्तस्य भूपस्य तदा प्रादुरभूत् स्वयं माघस्य शुक्लपक्षे दुद्वादश्यां मकरे रवौ शङ्गाद्भिरभिषिच्याशु मुदातं चक्रवर्तिनं वासुदेवो ददौ तस्मै स्मारयं स्थैलचेष्टितम् अतीव सुन्दरं रूपं कमनीयं मनोहरं येन तं चकमे देवी उर्वशी देवनायिका युद्धं लब्धवरो राजा कृतकृत्यः पुरङ्गतः यदिं कर्म गतिं ज्ञात्वा किं विद्याधरखिद्यते भवान् परिजिहीर्षुश्चेत् दानवस्य विरूपतां शीघ्रं मद्वचनादेव प्राचीनाख विनाशनं माघमासे गुरुस्नानं मणिकूडनदीजले मुनिसिद्धसुरैर्जुष्ठे कथयिष्यामि तद्विधिं तव भाग्यवशान्माघो निकटः पञ्चमेहनि पौषस्यैकादशीं शुक्लामारभ्यस्थण्डिलेशयः मासमेकं निराहारस्त्रिकालं स्नानमाचर त्रिकालमर्चयन्विष्णुं त्यक्तभोगो जितेन्द्रियः माघस्यैकादशी शुक्ला यावद्विद्याधरोत्तम ततो निर्दग्धपापं त्वां द्वादश्यां पुण्यवासरे अभिषिच्य शिवैस्तोयैर्मन्त्रपूतैरखं सुर कामवक्त्रोपमं वक्त्रं करिष्यामि तवानख देवतावदनो भूत्वा त्वं विद्याधर सत्तम अनया वरवर्णिन्या सार्धं क्रीड यथा सुखं ज्ञातमाघप्रभावस्त्वं माघस्नानं सदा कुरु यथा मनोरथा वाप्तिर्जायते तव सर्वदा इत्युक्तं भृगुणा तस्मै सर्वज्ञे नमहात्मना विद्याधराय राजेन्द्र पुनर्गाथा उदाहृदा माघस्नानैर्विपन्नाश्च माघस्नानैरखक्षयः सर्वयज्ञाधिको माघ सर्वदानफलप्रदः माघो गर्जति यज्ञेभ्यो माघो योगाच्च गर्जति तीव्राच्च तपसो माघो भो विद्याधरगर्जति पुष्करे च कुरुक्षेत्रे ब्रह्मावर्ते पृथूदके अविमुक्ते प्रयागे च गङ्गासागरसङ्गमे यद्फलं दशभिर्वर्षैः प्राप्यते नियमैर्नरैः तद्फलं प्राप्यते माघे त्रियः स्नान्नान्न संशयः स्वर्गलोके चिरं रागो येषां मनसि वर्तते यत्र क्वापि जले तैस्तु स्नातव्यं मकरे रवौ आयुरारोग्यसम्पत्तिरूपसौभाग्यता गुणाः येषां मनोरथस्थैस्तु न त्याज्यं माकमज्जनं ये च बिभ्यन्ति नरकाद्ये दरिद्राच्च सञ्चिताद् सर्वथा तैः प्रयत्नेन माके कार्यं निमज्जनं दारिद्र्यपापदौर्भाग्यपङ्गप्रक्षालनाय च माकस्नानान्न चान्योऽस्ति उपायो राजसत्तम श्रद्धाहीनानि कर्माणि तथात्यल्पफलानि वै फलं ददाति सम्पूर्णं माकस्नानं यथा तथा अकामो वा सकामो वा यत्र क्वापि बहिर्जले इहामुत्र च दुःखानि माकस्नायी न विन्दति पक्षद्वये यथा चन्द्रो वर्धते क्षीयते तथा पादकं क्षीयते माके पुण्यराशिश्च वर्धते यथा च कन्या जायन्ते रत्नानि विविधानि च स्नानात् पुण्यानि जायन्ते नराणां माकतस्तथा कामधेनुर्यथा कामं चिन्तामणिस्तु चिन्तितं माकस्नानं ददातीह तद्वत् सर्वान्मनोरथान् कृते तपः परं ज्ञानं त्रेधायां व्यजनं तथा द्वापरे तु कलौ ज्ञानं माघः सर्वयुगेषु च सर्वेषामेव वर्णानामाश्रमाणां च भूपते माघस्नानं तु धर्मस्य धाराभिरभिवर्षति वसिष्ठ उवाच इति वाक्यं भृगो श्रुत्वा तस्मिन्नेवाश्रमे सुरः सहैव भृगुणामाके गिरौ निर्चरिणी तडे यथोक्तविधिना स्नानमकरोद्धार्यया सह भृगोरनुग्रहस्तोथ सम्प्राप्य मनसेप्सितं देवतावदनो भूत्वा मुमुदे मणिपर्वते आजगामभृगुर्विध्यं तमनुग्राह्य हर्षितः मणिमयगिरिराजे स्नानमात्रेण माघे मदनवदनरूपस्तत्र विद्याधरोऽभूत् क्षपितनियमदेहो विन्ध्यपादावतीर्णो भृगुरपि सह शिष्यै राजगा माधरेवाम् अखिलभुवनसारं माकमाहात्म्यमेदद्विजवर भृगुणोक्तं भूप विद्याधराय विविधफलविचित्रं ह्य शृणोतीह नित्यं रुचिरसकलकामान् देववत्प्राप्नुयात् सः इति श्रीपात्मे महापुराणे उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे पञ्चविंशत्यधिकशततमोऽध्यायः ॐ